भाग्योदयेन बहुजन्म समर्जितेन सत्संगमं च लभते पुरुषो यदा वै अज्ञानहेतुकृतमोहमदन्धकारनाशं विधाय हि तदोदयते विवेकः। यदा बहुजन्मसमर्जितेन भाग्येन पुरुषः सत्सङ्गमं च लभते तदा विवेकः अज्ञानहेतुकृतमोहमदन्धकारनाशं विधाय उदयते इत्यन्वयः। यदा भाग्योदयेन भाग्यस्य उदयेन कीदृशेन भाग्योदयेन बहुजन्मसमर्जितेन बहुभिः जन्मभिः समर्जितं बहुजन्मसमर्जितम् तादृशेन क्षम्यतां बहुभिः जन्मभिः समर्जितः बहुजन्मसमर्जितः तादृशः भाग्योदयः भाग्यस्य उदयः तेन यदा पुरुषः सत्सङ्गमं लभते सद्भिः सह सङ्गमः सत्सङ्गमः तं पुरुषः लभते तदा विवेकः उदयते। यदा पुरुषस्य सत्सङ्गमः जायते तदा विवेकः उदयते। विवेकः कथम् उदयते? अज्ञानहेतुकृतमोहमदन्धकारं नाशं विधाय अज्ञानहेतुकृतमोहमदन्धकारनाशं विधाय उदयते। विवेकः अन्धकारस्य नाशं विधत्ते। कीदृशस्य अन्धकारस्य नाशं विधत्ते? अज्ञानहेतोः कृतस्य मोहमद अन्धकारस्य नाशं विधत्ते। अज्ञानेन हेतुना कृतः मोहमदरूपः अन्धकारः तादृशस्य अन्धकारस्य विवेकः नाशं विदधाति। तादृशं मोहमदान्धकारं नाशयति इत्यर्थः। तादृशः विवेकः तदा उदयते यदा एव बहुजन्मभिः कृतेन भाग्येन महतां जनानां सङ्गमं लभते मनुष्यः तदा तस्य मोहमदरूपः अन्धकारः नश्यति विवेकश्च उदेति इति अर्थः। अस्य अपि श्लोकस्य वसन्ततिलकवृत्तमेव। अयं च अन्तिमश्लोकः अस्य अध्यायस्य। इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः।